Yasanusranenapi antalikheti panino Patitamadi gacchanti bumiyam viyasabatha Sabupaddawa chalamha yakachorari sambhava Gananana cha mutanam paritam tam banamahe Evamme sutam Ekam samayam bhagava savatiyam viharati jedavane anata bindikasa arame Tadrako bhagava bhikkhu amantesi bhikkhavoti Badante tite bhikkhu bhagavato pachasosum Bhagava etadavocha Buddha bhubbam bhikkhave deva sura sangamo samubhavyolo ahosi Atako bhikkhave sakko deva namindo deve tavam timse amantesi Sacce marisa deva nam sangama gatanam upacheya Phyam va chambitatam va lomahamso va Mame va tasmim samaye dajagang ulokayata Mamam hi vo dajagang ulokayadam Yam bhavisati phyam va chambitatam va lomahamso va So bhai yasati Noche me dajagam ulokayata Atta baza batissa deva rajasa dajagang ulokayata Baza batissa hi vo deva rajasa dajagang ulokayadam Yam bhavisati phyam va chambitatam va lomahamso va so bhai yasati Noche baza batissa deva rajasa dajagang ulokayata Atta varunasa deva rajasa dajagang ulokayata Varunasa hi vo deva rajasa dajagang ulokayadam Yam bhavisati phyam va chambitatam va lomahamso va so bhai yasati Noche varunasa deva rajasa dajagang ulokayata Atta isanasa deva rajasa dajagang ulokayata Isanasa hi vo deva rajasa dajagang ulokayadam Yam bhavisati phyam va chambitatam va lomahamso va so bhai yasati ti Tam khobana bhikkhave sakkasa va deva namindasa dajagang ulokayadam Pajapatissa va deva rajasa dajagang ulokayadam Varunasa va deva rajasa dajagang ulokayadam Isanasa va deva rajasa dajagang ulokayadam Yam bhavisati phyam va chambitatam va lomahamso va so bhai yetha pi no pi bhai yetha Tam kisa hetu Sakohi bhikkhave deva namindo avita rago avita doso avita moho Viru chambi utrasi balayiti Ancha ho bhikkhave evam vadami Sacce tumhakam bhikkhave Aranya gatanam va rukha mula gatanam va sunyagara gatanam va Upajaya phyam va tambitatam va lomahamso va Mameva tasmim samaye anusrayatha Iti viso bhagava araham samma sambuddho Visa charana sambanno sugato loka vidu Anuttaro purisat dhamma sarati Sattha deva manusanam buddho bhagava Mamam hi vo bhikkhave anusratam yam bhavisati phyam va chambitatam va lomahamso va so bhai yasati Noche mam anusrayatha Atta dhammam anusrayatha Svakkhato bhagavata dhammo Sandittiko akaliko Eivasiko obanayiko Pachattam veditapo vinyuhiti Dhammam hi vo bhikkhave anusratam yam bhavisati phyam va chambitatam va lomahamso va so bhai yasati Noche dhammam anusrayatha Atta sangam anusrayatha Subhadipanno bhagavato savaka sambho Ujjubhadipanno bhagavato savaka sambho Nyayapadipanno bhagavato savaka sambho Samichipadipanno bhagavato savaka sambho Yadidam chattari purisa yugani atta purisa bhukala Esa bhagavato savaka sambho आहुनेयो बाहुनेयो दक्षिणेयो अंजलि करणीयो अनुत्तरं पुण्यक्षेत्रं लोकसाति संगम हि वो भिक्खवे अनुस्रतं यं भविष्यति पियं वाचं विदधं वालोमं सो वासो बहिष्यति तं कैसा हेतु तथागतो हि भिक्खवे अरहं सम्मा सम्बुद्धो वीतारागो वीतादोसो वीतामोहो अभिरु अच्छम्बि अनुत्रासि अबलायिति इदमवोचा भगवा इदं वर्त्वान सुगतो अथापरम एतदवोचा सत्था अरण्ये रुखमूले वा शून्यागारे वा भिक्खवो अनुसरेथ सम्बुद्धं भयं तुम्माकं नोसिया नो चे बुद्धं श्रेया था लोकसिद्धं नरसमम् अथ धम्मं श्रेया था नियानिकं सुदेशितम् नो चे धम्मं श्रेया था नियानिकं सुदेशितम् अथ संगं श्रेया था पुण्यक्षेत्रं अनुत्तरम् एवं बुद्धं सरन्तानं धम्मं संगं च भिक्खवो भयं वाचं विदधं वालोमहं सो न हिष्यति दजगा सुतम नित्तितम।